शृणु त्वं तं वैरिणं सर्व अनर्थकरं यं त्वं पृच्छसि इति भगवान् उवाच। श्रीभगवानुवाच काम एष क्रोध एषः रजोगुणसमुद्भवः महाशनो महापाप्म विद्येनमिह वैरिणम्। ऐश्वर्यस्य समग्रस्य धर्मस्य यशस्श्रियः वैराग्यस्य अथमोक्षस्य षण्णां भग इति इङ्गन। ऐश्वर्यादिषट्कं यस्मिन् वासुदेवे नित्यम् अप्रतिबद्धत्वेन सामस्त्येन च वर्तते, उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिं वेत्ति विद्यामविद्यां च सवाच्यो भगवान् इति। उत्पत्त्यादिविषयं च विज्ञानं यस्य स वासुदेवः वाच्यः भगवान् इति। काम एषः सर्वलोकशत्रुः यन्निमित्त सर्वानर्थप्राप्तिः प्राणिनः, स एष कामः प्रतिहतः केनचित् क्रोधत्वेन परिणमते। अतः क्रोधः अपि एष एव रजोगुणसमुद्भवः, रजश्च तद्गुणश्च रजोगुणः, सः समुद्भवः यस्य सः कामः रजोगुणसमुद्भवः रजोगुणस्य वा समुद्भवः। कामो हि उद्भूतः रजः प्रवर्तयन् पुरुषं प्रवर्तयति, तृष्णया हि अहङ्कारितः इति दुःखिनां रजः कार्यसेवादौ प्रवृत्तानां प्रलापः श्रूयते। महाशनः महत् अशनम् अस्ति इति महाशनः, अत एव महापापः। कामेन हि प्रेरितः जन्तुः पापं करोति, अतः विद्धि एनं कामं यः संसारे वैरिणः। कथं वैरी इति दृष्टान्ते प्रत्यायेति, धूमेनाव्रियते भन्निः यथादर्शो मधेन च यथोल्भेनावृतो गर्भः तथा तेनेदमावृतम्। धूमेन सहजेन आव्रियते वह्निः प्रकाशात्मकः अप्रकाशात्मकेन, यथा वा आदर्शमलेन च, यथा उल्बेन च जरायुना गर्भवेष्टनेन आवृतः आच्छादितः गर्भः तथा तेन इदम् आवृतम्। किं पुनस्तत् इदं शब्दवाच्यं यन् कामेन आवृतम् इत्युच्यते? आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणां कामरूपेण कौन्तेयं दुष्पूरेणानलेन च। आवृतम् एतेन ज्ञानं ज्ञानिनः नित्यवैरिणः, ज्ञानी हि जानाति अनेन अहम् अनर्थे प्रयुक्तः इति पूर्वमेव, दुःखी च भवति नित्यमेव। अतः असौ ज्ञानिनो नित्यवैरी न तु मूर्खस्य। स हि कामं तृष्णाकाले मित्रमिव पश्यन् तत्कार्ये दुःखे प्राप्ते जानाति तृष्णया अहं दुःखित्वम् आपादितः इति न पूर्वमेव। अतः ज्ञानिन एव नित्यवैरी। किं रूपेण? कामरूपेण। कामः इच्छा एव रूपम् अस्ति इति कामरूपः, तेन दुष्पूरेण दुःखेन पूर्णम् अस्ति इति दुष्पूरः, तेन अनलेन न अस्य अलं पर्याप्तिः विद्यते इति अनलः, तेन च। किम् अधिष्ठानः पुनः कामः ज्ञानस्य आवरणत्वेन वैरी सर्वस्य लोकस्य इति अपेक्षायाम् आह ज्ञातैः शत्रोः अधिष्ठाने सुखेन निवर्हणं कर्तुं शक्यते। इन्द्रियाणि मनो बुद्धिः अस्याधिष्ठानमुच्यते एतैर्विमोह यद्येष ज्ञानमावृत्य देहिनम्। इन्द्रियाणि मनः बुद्धिश्च अस्य कामस्य अधिष्ठानम् आश्रयः उच्यते, एतैः इन्द्रियादिभिः आश्रयैः विमोहयति विविधं मोहयति एष कामः ज्ञानम् आवृत्य आच्छाद्य देहिनं शरीरिणम्। यतः एवं तस्मात् त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभं पाप्मानं प्रजगिह्येनं ज्ञानविज्ञाननाशनम्। तस्मात् त्वम् इन्द्रियाणि आदौ पूर्वमेव नियम्य वशीकृत्य भरतर्षभ पाप्मानं पापाचारं कामं प्रजहिः परित्यज येनं प्रकृतं भैरिणं ज्ञानविज्ञाननाशनं ज्ञानं शास्त्रतः आचार्यतश्च आत्मादीनाम् अवबोधः विज्ञानं विशेषतः तदनुभवः तयोः ज्ञानविज्ञानयोः श्रेयःप्राप्तिहेत्वोः नाशनं नाशकरं प्रजहिः आत्मनः परित्यज इत्यर्थः इन्द्रियाण्यादौ नियम्य कामं शत्रुं जहिः इत्युक्तं तत्र किम् आश्रयः कां जह्यादित्युच्यते इन्द्रियाणि पराण्याहुः इन्द्रियेभ्यः परं मनः मनसस्तु परा बुद्धिः यो बुद्धेः परतस्तु सः इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्यं परिच्छिन्नं च अपेक्ष्य सौक्ष्म आन्तरत्वव्यापित्वादि अपेक्षय पराणि प्रकृष्टानि आहुः पण्डितः तथा इन्द्रियेभ्यः परं मनः सङ्कल्पविकल्पात्मकं तथा मनसः तु परा बुद्धिः निश्चयात्मिक तथा यः सर्वदृश्येभ्यः बुध्यन्तेभ्यः आभ्यन्तरः यं देहिनम् इन्द्रियादिभिः आश्रयैः युक्तः कामः ज्ञानावरणद्वारेण मोहयति इत्युक्तं बुद्धेः परतस्तु सः सः बुद्धेः द्रष्टा परा आत्मा ततः किम् एवं बुद्धेः परं बुद्ध्व संस्तभ्यात्मानमात्मन जहि शत्रुं महाबाहो कामरूपं दुरासदम् एवं बुद्धेः परम् आत्मानं बुद्ध्व ज्ञात्वा संस्तभ्य सम्यक् स्तम्भनं कृत्वा आत्मानं स्वेनैव आत्मना संस्कृतेन मनसा सम्यक् समाधाय इत्यर्थः जहि एनं शत्रुं हे महाबाहो कामरूपं दुरासदं दुःखेन आसदः आसादनं प्राप्तिः यस्य तं दुरासदं दुर्विज्ञै अनेकविशेषमिति श्रीमद्भगवद्गीताभाष्ये तृतीयोऽध्यायः।